पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 228 श्रीमहादेव उवाच द्वीपाद्विभूतेर्लोकास्तु असङ्ख्यादा प्रकीर्तिताः शुद्धसत्त्वमया सर्वे ब्रह्मानन्दसुखाह्वयाः सर्वे नित्या निर्विकारा हेयरागादिवर्जिताः सर्वे हिरण्मया शुद्धाः कोटिसूर्यसमप्रभाः सर्वे वेदमया दिव्या कामक्रोधविवर्जिताः नारायणपदाम्भोज भक्त्येकरससेविताः निरन्तरं सामगानपरिपूर्णसुखं श्रुताः सर्वे पञ्चोपनिषदस्वरूपा वेदवर्चसः सर्वे वेदमयैर्दिव्यैः पुरुषैस्त्रीभिरावृताः वेदैकरसतोयाढ्यैः सरोभिरुपशोभिताः श्रुतिस्मृतिपुराणादिरूपस्थावरसंयुताः सर्वं वर्णयितुं शक्यं न मया लोकविस्तृतं विरजा परमव्योम्नोरन्तरं केवलं स्मृतं तस्थानमुभभोक्तव्यमव्यक्तब्रह्मसेविनां स्वात्मानुभवजानन्दसुखदं केवलं पदं निःश्रेयसं च निर्वाणं कैवल्यं मोक्ष उच्यते श्रीशाङ्घ्रिभक्तिसेवैकरसभोगविवर्धिताः तदिच्छन्त्यल्पमदयो मोक्षं सुखविवर्जितं महात्मानो महाभागा भगवत्पादसेवकाः तद्विष्णो परमं धाम यान्ति ब्रह्मसुखप्रदं नानाजनपदाकीर्णं वैकुण्ठं तद्धरेः पदम् पाकारैश्च विमानैश्च सौधैरत्नमयैर्वृतं तन्मध्ये नगरी दिव्या सायोध्येति प्रकीर्तिता मणिकाञ्चनचित्राढ्य प्राकारैस्तोरणैर्वृता चतुर्द्वारसमायुक्ता रत्नगोपुरसंवृता चण्डादिद्वारपालैश्च कुमुदाद्यैश्च रक्षिता चण्डप्रचण्डौ प्राग्द्वारयाम्ये भद्रसुभद्रकौ वारुण्यां जय विजयौ सौम्ये धातृविधातरौ कुमुद कुमुदाक्षश्च पुण्डरीकोध वामनः शङ्कुकर्णसर्वनेत्रसुमुखसुप्रतिष्ठितः यदे दिक्पदय प्रोक्ताः पुर्यामत्र शुभानने कोटिवैश्वानरप्रख्यगृहपङ्क्तिभिरावृता आरूढयौवनैर्नित्यैर्दिव्यनारी नरैर्युधा अन्तःपुरं तु देवस्य मध्ये पुर्यां मनोहरं मणिप्राकारसंयुक्तं रत्नतोरणशोभितम् विमानैर्गृहमुख्यैश्च प्रासादैर्बहुभिर्युतं दिव्याप्सरोगणैस्त्रीभिः सर्वतः समलङ्कृतं मध्ये तु मण्डपं दिव्यं राजस्थानं महोत्स्रयं माणिक्यस्तम्भसाहस्रजुष्टं रत्नमयं शुभं दिव्यैर्मुक्तैः समाकीर्णं सामगानोपशोभितं मध्ये सिंहासनं रम्यं सर्ववेदमयं शुभम् धर्मादिदैवतैर्नित्यैर्वृन्दवैदमयात्मकैः धर्मज्ञानमहैश्वर्यवैराग्यैः पादविग्रहैः ऋग्यजुस्सामचाधर्वैरूपैर्नित्यं वृतं क्रमाद शक्तिराधारशक्तिश्च चिच्छक्तिश्च सदाशिव धर्मादिदेवतानां च शक्तयः परिकीर्तिताः वसन्ति मध्यमे तत्र वाग्नि सूर्य सुधांशवः कूर्मश्च नागराजश्च वैनतेयस्त्रयीश्वरः छन्दांसि सर्वमन्त्रांश्च पीठरूपत्वमास्थिताः सर्वाक्षरमयं दिव्यं योगपीठमिति स्मृतं तन्मध्येष्टदलं पद्ममुदयार्कसमप्रभं तन्मध्ये कर्णिकायां तु सावित्र्यां शुभदर्शने ईश्वर्या सह देवेशस्तत्रासीनः परः पुमान् इन्दीवरदलश्यामः कोडिसूर्यप्रकाशवान् युवा कुमारस्निग्धश्च कोमलावयवैर्वृतः बुल्लरक्ताम्बुजनिभः कोमलाङ्घ्रिसरोजवान् प्रबुद्धपुण्डरीकाक्षः सुब्रूलदायुगाङ्गितः सुनासुखपोलाढ्य सुश्रोत्रमुखपङ्कजः मुक्ता भलाभदन्ताढ्य सस्मिताधरविद्रुमः परिपूर्णे दुःसङ्काशः सुस्मिताननपङ्कजः तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विराजितः सस्निग्ध नीलकुटिलकुन्दलैरुपशोभितः मन्दारपारिजाताढ्य कबरीकृतकेशवान् प्रादरुद्यत्सहस्रांशु निभकौस्तुभशोभितः हारस्वर्णस्रगासक्त कम्बुग्रीवो विराजितः सिंहस्कन्धनिभैः प्रोच्चैः पीनैरंसैर्विराजितः पीनवृत्तायदभुजैश्चतुर्भिरुपशोभितः अङ्गुलीयैश्च कटकैः केयूरैः परिमण्डितः बालार्ककोटिसङ्काशैः कौस्तुभाद्यैः सुभूषणैः विराजितमहावक्षो वनमाला विभूषितः विधादृजननस्थाननाभिपङ्कजशोभितः बालातपनिभश्लक्ष्णपीदवास्त्रसमन्वितः नानारत्नविचित्राङ्घ्रिकटकाभ्यां विराजितः सज्जोत्स्नचन्द्रप्रतिमनखपङ्क्तिसमन्वितः कोटिकन्दर्पलावण्यसौन्दर्यनिधिरच्युतः दिव्यचन्दनलिप्ताङ्गो दिव्यमालाविभूषितः गृहीतशङ्खचक्राभ्यामुद्बाहुभ्यां विराजितः वरदाभयहस्ताभ्यामितराभ्यां तथैव च वामाङ्गे संस्थिता देवी महालक्ष्मीर्महेश्वरी हिरण्यवर्णाहरिणी सुवर्णरजदस्रजा सर्वलक्षणसम्पन्ना यौवनारम्भविग्रह रत्नकुण्डलसंयुक्ता नीलाकुञ्जितशीर्षजा दिव्यचन्दनलिप्ताङ्गी दिव्यपुष्पोपशोभिता मन्दारकेतगीजादी पुष्पाञ्जितसुकुन्तला सुभ्रूसुनासा सुश्रोणी पीनोन्नदपयोधर परिपूर्णेन्दुसङ्काशा सुस्मिताननपङ्कजा तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विराजिता तप्तकाञ्चनवर्णाभा तप्तकाञ्चनभूषणा हस्तैश्चतुर्भिसंयुक्ता कनकाम्भुजभूषिता नानाविचित्ररत्नाढ्या कनकाम्भुजमालया हारकेयूरकडकैरङ्गुलीयैश्च शोभिता भुजद्वयहृदोदग्रपद्मयुग्मोपशोभिता गृहीदमादुलुङ्गाख्य जाम्बूनदकराञ्जिदा एवं नित्यानवायिन्या महालक्ष्म्या महेश्वरः मोददे परमे व्योम्नि शाश्वते सर्वदा प्रभुः पार्श्वयोर्धरणिनीले समासीने शुभासने अष्टदिक्षु दलाग्रेषु विमलाद्याश्च शक्तयः विमलोत्कर्षिणी ज्ञानक्रियायोगा तथैव च पृथ्वी सत्या तथेशानाशक्तयः परमात्मनः गृहीत्वा चामरान् दिव्यान् सुधाकरसमप्रभान् सर्वलक्षणसम्पन्नामोदन्ते पदिमच्युतम् दिव्याप्सरोगणाः पञ्चशतसङ्ख्याश्च योषितः अन्तःपुरनिवासिन्यसर्वाभरणभूषिताः पद्महस्ताश्च ताः सर्वा कोटिवैश्वानरप्रभाः सर्वलक्षणसम्पन्नाश्चिदांशु सदृशाननाः ताभिपरिवृतो राजा शुशुभे परमपुमान् अनन्दविहगाधीश सेनान्याद्यै सुरेश्वरे अन्यैः परिजनैर्नित्यैर्मुक्तैश्च परिसंवृतः मोददे रमया सार्धं भोगैश्वर्यरथः पुमान् एवं वैकुण्ठनाथोऽसौ राजदे परमे पदे तद्व्यूह भेल्लोकांश्च वक्ष्यामि गिरिजे शुभे प्राच्यं वैकुण्ठलोकस्य वासुदेवस्य मन्दिरम् आग्नेयां लक्ष्म्या लोकस्तु याम्यां सङ्कर्षणालयः सारस्वतस्तु नैरृत्या प्राद्युम्न पश्चिमे तदा रतिलोकस्तु वायव्यामुदीच्यामनिरुद्धभूः ऐशान्यां शान्तिलोकस्य प्रथमावरणं स्मृतं केशवादि चतुर्विंशत्यमी लोकास्ततः क्रमाद द्वितीयावरणं प्रोक्तं वैकुण्ठस्य शुभाह्वयं मत्स्यकूर्मादिलोकास्तु तृतीयावरणं शुभं सत्याच्युदानन्ददुर्गा विश्वक्सेन गजाननाः शङ्खपद्मनिधिलोकाश्चतुर्थावरणं शुभम् ऋग्यजुसामधर्वाणो लोकादिक्षु महत्सु च सावित्र्या विहगेशस्य धर्मस्य च मखस्य च पञ्चमावरणं प्रोक्तमक्षयं सर्ववाङ्मयं शङ्खचक्रगदापद्मखड्गशार्ङ्गफलं तथा मौसलं च तथा लोका सर्वशास्त्रास्त्रसंयुताः षष्ठमावरणं प्रोक्तं मन्त्रास्त्रमयमक्षरम् ऐन्द्रपावकयाम्यानि नैहृदं वारुणं तथा वायव्यं सौम्यमैशानं सप्तमं मुनिभिस्मृतं साध्यामरुद्गणाश्चैव विश्वे देवास्तथैव च नित्या सर्वे परे धाम्नि ये चान्ये च दिवौकसः ते वै प्राकृतलोकेऽस्मिन् न नित्यास्त्रिदशेश्वराः तेहनाकं महिमानः सचन्द इति वै श्रुतिः एवं परं पदं नित्यैर्मुक्तैर्भोगपरायणैः दिव्याभिर्महिषीभिश्च राजदे विभुरीश्वरः न तद्भासयदे सूर्यो न शंशां को न पावकः यद्गत्वा न निवर्तन्ते योगिनः संशितव्रताः द्वयैकमन्त्रनिष्ठाये ते वै यान्ति तदव्ययम् न वेदयज्ञाध्ययनायैर्न दानायैर्न व्रतैः शुभैः न तपोभिर्निराहारैर्न च साधनकर्मभिः एकेन द्वयमन्त्रेण तदा भक्त्या त्वनन्यथा तद्गम्यं शाश्वतं स्थानं प्रपत्या वै सनातनं पार्वत्युवाच साधूक्तं परमं स्वर्गस्वरूपम् भवता प्रभो परव्योम्नि स्थितो नित्यं कथं प्रकृतिमण्डले स्थितवान् किं निमित्तेन लीलया किं प्रयोजनं शुद्धसत्त्वमये लोके संस्थितः परमेश्वरः कथं रजस्तमोमिश्र विभुत्यास्तिवान् प्रभुः। रुद्र उवाच त्रिपाद्विभूतौ भगवानीश्वर्या परमेश्वरः नित्यमुक्त्यैकभोग्योऽसौ मोदते सततं विभुः। तमीश्वरमहामाया प्रकृतिर्जगदाश्रया कृताञ्जलिपुडा भूत्वा तुष्टाव परमेश्वरं महामायोवाच नमस्ते त्रिजगद्धाम्ने नमस्ते विश्वरूपिणे पुराणाय नमस्तुभ्यं जगदुत्पत्तिहेतवे श्रीभूलीलाधिपदये नमो नारायणाय च नमो भगवते तुभ्यं वासुदेवाय शार्ङ्गिणे सर्वदेवस्वरूपाय विष्णवे जिष्णवे नमः सहस्रमूर्तये तुभ्यमनन्ताय नमोऽस्तु ते अच्युताय विकाराय शुद्धसत्त्वस्वरूपिणे आदिमध्यान्तरहितस्वरूपाय नमो नमः। नमो हिरण्यगर्भाय ज्ञानाय परमात्मने सर्वभूतात्मने तुभ्यं सर्वभूताश्रयाय च ब्रह्मणे ज्योतिषे तुभ्यं नमस्ते विश्वरूपिणे नमः शुचिषदे तुभ्यं हंसाय परमाय च सङ्घर्षणाय रुद्राय सर्वभूतधराय च हयग्रीवाय दीप्ताय कालाय हरये नमः। नमस्ते यज्ञपुरुषहव्यकव्यस्वरूपिणे नमः प्रजापदये तस्मै सूर्याय शुभवर्चसे अग्नये हव्यभोक्त्रे च तस्मै यज्ञात्मने नमः। नमस्ते प्रसवित्रे च सर्गस्थित्यन्धहेतवे नमो वेदान्तवेद्याय चतुरात्मस्वरूपिणे ब्रह्मणे विष्णवे तुभ्यं नमस्ते शाङ्गराय च त्रिगुणाय नमस्तुभ्यं सर्गस्थित्यन्धहेतवे निर्गुणाय नमस्तुभ्यं सर्वात्मान्तरवर्धिने अव्यक्ताय नमस्तस्मै विष्णवे लोकसाक्षिणे नारायणाय श्रीशाय पूर्णषाड्गुण्यमूर्तये अनन्तगुणपूर्णाय नमः सर्वार्थदायिने। नमस्ते वासुदेवाय पञ्चावस्थस्वरूपिणे नमः पञ्चनवव्यूहभेदरूपाय ते नमः। नमो यज्ञवराहाय गोविन्दाय नमो नमः अविकाराय शुद्धाय हेयप्रतिभटाय च नमो रामाय कृष्णाय नरसिंहाय ते नमः। केशवाय नमस्तुभ्यं जगदां क्लेशहारिणे त्वमेव सर्वलोकानामाश्रयः पुरुषोत्तमः प्रसीददेवदेवेश सर्वलोकहिताय वै मत्संस्थाश्चेतना सर्वे निराधारा निराश्रयाः हीनदेहा निराकारा सर्वेन्द्रियविवर्जिताः सर्वानुष्ठानरहिता सततं दुःखभोगिनः तेषां लोकांश्च देहांश्च दातुमर्हसि केशव लीलाविभूतिं सर्वज्ञ यथा पूर्वं प्रकल्पय चेतनाचेतनं कृष्णं जगत्स्थावरजङ्गमं मया सम्मोहितं पश्य लीलार्थं परमेश्वर प्राकृताण्डं मया सार्धं सृजस्व पुरुषोत्तम धर्माधर्मौ सुखं दुःखं तस्मिन् निक्षिप्य संसृतौ मामधिष्ठाय लीलां वै कर्तुमर्हसि माचिरं। श्रीमहादेव उवाच एवमुक्तस्तया देव्या मायया परमेश्वरः तस्यां निवेश्य मायायां जगत्स्रष्टुं प्रजक्रमे योऽसौ प्रकृतिपुरुष प्रोच्यते स इहाच्युतः स एव भगवान् विष्णु प्रकृत्यां प्रविवेशः असृजत्प्रकृतौ ब्रह्मभूतादिमहदाश्रयं महदपुरुषादस्मादहङ्कारोऽभ्यजायत अहङ्कार तु वै तस्माद्गुणत्रयमजायत तृभ्यो गुणेभ्यस्तन्मात्रा आत्मसृजद्विश्वभावनः तन्मात्रेभ्योऽभ्यजायन्तमहाभूतानि तत्क्षणाद् ओङ्कारप्रथमं जातो ब्रह्मणस्त्रिगुणात्मनः आकाशादभवद्वायु वायोरग्निरजायद अग्नेरापः समुद्भूता अभ्यश्च पृथिवीमदा आकाशादीनि भूतानि सृष्टान्येकोत्तराणि वै शब्दस्पर्शश्च रूपं च रसो गन्धश्च तद्गुणाः एकोत्तरगुणान् सृष्ट्वा तानादाय महाप्रभुः तेषां विमिश्रणं कृत्वा जगदण्डं महत्तरम् असृज तत्र लान्वै सङ्ख्यया ये चतुर्दश ब्रह्मादित्रिदशांस्तस्मिन्नसृजत्पुरुषोत्तमः दैवतिर्यक्तथामर्त्यं स्थावरं च चतुर्विधं तथा सृष्टो महासर्गन्तेन वै जलजेक्षणे तत्र कर्मानुरूपेण त्रिदशादिषु योनिषु संस्थिता प्रकृतौ पूर्व आत्मन प्रभवन्तिः इति श्रीपद्मे महापुराणे उत्तरखण्डे परमव्योमादिवर्णनं नाम अष्टाविंशत्यधिकद्विशततमोऽध्यायः ॐ